नमस्कारः महोदय. महोदय हरि ओम् महोदय, अहं भानुचैतन्य अस्मि. महोदयेन न श्रोतुं शक्यते महोदय? मया श्रोतुं न शक्यते महोदय. अस्तु, सर्वेषां स्वागतमस्ति. अधुना सार्वधातुकलकाराः आर्धातुकलकाराः अधिकचिन्तनं विषयः अधुना चलितः अस्ति. गतरविवासरे अस्माभिः दृष्टं यत् सार्वधातुकलकारः किमस्ति, आर्धातुकलकारः सार्वधातुकलकारः कः अस्ति, आर्धातुकलकारः कः अस्ति. तर्हि किञ्चित् पुनरावलोकनं कृत्वा अग्रे गच्छामः. भानुमहोदय खलु? आं महोदय. तर्हि एकवारं पुनरावलोकनरीत्या झटिति वदतु, सार्वधातुकलकाराः के सन्ति, आर्धातुकलकाराः के सन्ति, तेषां तयोः भेदः कः अस्ति, सर्वं वदतु एकवारं संक्षिप्तरूपेण. लट् लोट् लङ् विधिलिङ्ग् इति चत्वारः यदस्ति तद् सार्वधातुकलकाराः. शेषे सर्वे यदस्ति ते सर्वे अर्धधातुकलकाराः. भेदः यदस्ति सार्वधातुकलकारे धातु यदस्ति तद् तिङ् प्रत्यय द्रष्टुं न शक्यते साक्षात्. किमर्थं चेत् मध्ये विकरणप्रत्ययम् अस्ति. न, अस्तु, सर्वप्रथमं विकरणप्रत्ययः तु नास्ति. सर्वप्रथमं यदा लकारः आगच्छति तस्य स्थाने सिप्तर्षि सिप्तस्थ इत्यनेन सर्वप्रथमं लकारस्य स्थाने तिङ् प्रत्ययः आगच्छति. खलु? विकरणप्रत्ययः तु अनन्तरम् आगच्छति, सर्वप्रथमं तु तिङ् प्रत्ययः आगच्छति. तर्हि धातुः साक्षात् प्रश्नः अस्ति यत् धातुः साक्षात् तिङ् प्रत्ययः द्रष्टुं शक्नोति न वा, यत्र तिङ् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति इति प्रश्नः अस्ति खलु? तर्हि इत्यपि वक्तव्यं खलु महोदय? अनन्तरम् आगच्छति. अस्तु, अहम् एकवारं पुनः वदामि. यत्र प्रथमं तु धातुः अस्ति, तदनन्तरं यत् इच्छा अस्ति तद् लकारः अस्ति, लट् लोट् लङ् विधिलिङ्ग् इति. तदनन्तरं किं भवति, लकारः अपि प्रत्ययः अस्ति, तस्य स्थाने केवलं ल इति अक्षरः अवशिष्यते. तर्हि धातुयोगः ल, तदनन्तरं सिप्तर्षि सिप्तस्थ. अत्र लस्य इति अधिकारस्य सूत्रमेकमस्ति अधिकारे, तत् किं वदति यत् लकारस्य स्थाने तिङ् प्रत्ययः आगच्छति. तर्हि धातुः नमस्ते जानकि, अत्र धातुः योगः तिङ् प्रत्ययः सर्वप्रथमम् आगच्छति. तदनन्तरम् अधुना प्रश्नः अस्ति यत् इदं यत् यत् धातु अस्ति अयं, तत् साक्षात् तिङ् प्रत्ययः द्रष्टुं शक्नोति न वा इति प्रश्नः अस्ति. तर्हि लट् लोट् लङ् विधिलिङ् इति लकारेषु धातुः साक्षात् तिङ् प्रत्ययः द्रष्टुं शक्नोति. तिङ्क्षित् सार्वधातुकम् इति सूत्रेण तिङ् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, अतः लट् लोट् लङ् विधिलिङ् ये चत्वारः लकाराः साक्षात् तिङ् प्रत्ययः द्रष्टुं शक्नुवन्ति ते सार्वधातुकलकाराः वर्तन्ते इति अस्ति. परन्तु भानुमहोदय, आर्धातुकलकाराः यदि ये सन्ति तदा तत्र यदा तिङ् प्रत्ययः आगच्छति तदा अस्माभिः गतरविवासरे दृष्टं यत् द्विप्रकारेण तत्र तिङ् प्रत्ययः साक्षात् धातुतः न द्रष्टुं शक्यते इति अस्माभिः गतरविवासरे दृष्टं। तर्हि वयं उक्तुं शक्नोति वा कथं तिङ् प्रत्ययः साक्षात् न दृश्यते? किं प्रक्रिया अस्ति महोदय? मध्ये विकर्णप्रत्यये मध्ये प्रत्यय लृट् इति स्वीकृत्य इति आगच्छति लट् मध्ये लोट् मध्ये महोदय स्य तत्र लृट् तत्र विकर्णप्रत्ययः नास्ति अन्यप्रत्ययः अस्ति परन्तु महोदय वदतु किमर्थम् आर्धातुकं भवति विजिगोविन्दराजन् महोदय? विकर्णप्रत्ययः नास्ति परन्तु अन्य लृट् इति स्वीकृत्य स्य इति प्रत्ययः आगच्छति इति कारणेन धातुः साक्षात् तिङ् प्रत्ययः न पश्यति। सूत्रं स्मरति वा? लृट् लृट्लिङ्ग् स्यतासि लृलृटोः इति सूत्रेण किं भवति मध्ये अन्यस्य इति प्रत्ययः आगच्छति चेत् धातुना तिङ् प्रत्ययः साक्षात् न द्रष्टुं शक्नोति इत्यनेन आर्धधातुकप्रत्यये इति प्रश्नः अस्ति यत् धातुः साक्षात् सार्वधातुकप्रत्ययः पश्यति अथवा अर्धधातुकप्रत्ययः। एकवारं यदा लृट् लकारे उदाहरणरूपेण यदा स्य आगच्छति तर्हि अधुना धातुः साक्षात् तिङ् प्रत्ययः न पश्यति, धातुः साक्षात् स्य इति पश्यति। स्य न तु तिङ् न वा षित् अतः आर्धातुक अस्ति, अतः धातुः साक्षात् आर्धातुकप्रत्ययः पश्यति अतः लिट् लकारः सार्वधातुकलकारः अपि तु आर्धातुकलकारः इति विषयः अस्ति। तर्हि अत्र स्यतासि लृलुटोः इति सूत्रमस्ति चेत् सूत्रम् अस्ति खलु अस्ति खलु अस्ति तर्हि स्यतासि लृलुटोः इति सूत्रं किं वदति एकवारं वदतु महोदय? लृट् मध्ये स्या इति आगच्छति लृट् न एकं लृट् अपि अस्ति एकम् अधिकमपि अस्ति अनन्तर अन्य लकारस्य स्या स्या इति तर्हि स्य अस्ति मया लृट् लकारे लृङ् लकारे लृङ् लकारे कृतवती तास् अस्ति लुट् लकारे लृट् लृङ् मध्ये अस्ति चेत् मध्ये स्य आगच्छति लुट् अस्ति चेत् मध्ये तास् आगच्छति रेस्पेक्टिव्लि अन्यत् अस्ति च्लि लुङ्गि लुङ् अस्ति चेत् मध्ये च्लि आगच्छति तर्हि मध्ये आर्धातुकप्रत्ययः आगच्छन्ति स्य तास् च्लि अतः लृट् लृङ् लुट् लुङ् ते सर्वे आर्धातुकलकारः। अन्यत् एकं रीत्या लकारः आर्धातुकं भवति अवगच्छति वा कोऽपि? तत्र मध्ये प्रत्ययः न आगच्छति परन्तु लकारः आर्धातुकम् तिङ्क्षि सार्धातुकं सर्वे शेषे आर्धातुकम् इति परन्तु तदनन्तरं द्वे सूत्रे स्तः तत्र कोऽपि अवगच्छति वा? लिटि च लिट् च लिङ्गाशिष लिङ्गाशिष तदनु अनु आर्धताशिकं शेषं तदनु अग्रिमसूत्रम् अस्ति अतः तेपि साक्षात् आर्धधातुक प्रत्ययम् ऐ मीन् लकाराः इति साक्षात् पाणिनिः वदति। तर्हि लिट् च लिङ्गाशिषि च अत्र मध्ये कोऽपि प्रत्ययः न आगच्छति परन्तु पाणिनिना साक्षात् उच्यते यत् लिट् अस्ति चेत् अथवा आशीर्लिङ्ग् अस्ति चेत् आर्धातुकं भवेत्। तर्हि लिट् आशीर्लिङ्ग् साक्षात् रूपेण आर्धातुकम् आर्धातुकलकारौ भवतः लृट् लृङ् लुट् लुङ् मध्ये अन्यत् प्रत्ययः आगच्छति यत् आर्धातुक अस्ति ते चत्वारः लकारः आर्धातुकलकारः अपि भवति तर्हि आहत्य किं वदति एषाम् अनन्तरं किं भवति यत् केवलं चत्वारः लकाराः एव अवशिष्यन्ते लट् लोट् लिङ् विधिलिङ् यत्र साक्षात् धातुना तिङ्प्रत्ययः दृश्यते अन्यत् अन्य षड् लकारेषु षट्सु लकारेषु धातुना साक्षात् आर्धातुकप्रत्ययः दृश्यते अतः ते आर्धातुकलकारः चत्वारः सार्वधातुकलकारः इति वार्ता अस्ति अधुना कर्तृषप् तस्य प्रसक्तिः भवति कर्तृषप् इति सूत्रं किं वदति कर्तृषप् वदति यत् कर्तृषप् सार्वधातुके इति सूत्रमस्ति यत् कर्तृप्रयोगे यदि धातु यदि कर्तृप्रयोगे यदि धातोः साक्षात् अनन्तरं सार्वधातुकप्रत्ययः अस्ति तर्हि धातु तर्हि मध्ये विकरणप्रत्ययः आगच्छति शप्रत्ययः आगच्छति इति वार्ता अस्ति तर्हि अस्तु लट् लोड् लङ् विधिलिङ्ग् मध्ये धातोः अनन्तरं साक्षात् तिङ्प्रत्ययः आगच्छति तिङ्क्षित् सार्वधातुकम् इति सूत्रेण तिङ्प्रत्ययः सार्वधातुकम् अस्ति अतः धातोः अनन्तरं साक्षात् सार्वधातुकप्रत्ययः अस्ति अतः कर्तृप्रयोगे तिङ्क्षित् सार्वधातुकम् अकर्तृप्रयोगे कर्तृषप् इति सूत्रेण शप्रत्ययः आगच्छति अतः लट् लोड् लङ् विधिलिङ्ग् मध्ये धातोः प्लस् तिङ् प्रत्ययः तदनन्तरं भवति धातोः धातु प्लस् शप् प्लस् तिङ् प्रत्ययः इति भवति अधुना गणम् अनुसृत्य शपः स्थाने अन्य अपि विकरणप्रत्ययः आगन्तुं शक्नुवन्ति परन्तु विकरणप्रत्ययः तु आगच्छति अतः गणीयः भेदः दृश्यते सार्वधातुकलकारेषु परन्तु आर्धातुकलकारेषु धातोः साक्षात् अनन्तरं तु सार्वधातुकप्रत्ययः नास्ति आर्धातुकप्रत्ययः अस्ति यतोहि लिङ्गाशिशि लिट् च इति सूत्रे तु साक्षात् पाणिना उक्तं यत् तिङ् प्रत्ययः यत् आगच्छति तत् आर्धातुक भवेत् इति साक्षात् महोदय वदति अन्यस्थाने मध्ये स्य प्रत्ययः आगच्छति तास् प्रत्ययः आगच्छति च्लि प्रत्ययः आगच्छति ये सार्वधातुक न अपि तु आर्धातुकप्रत्ययाः सन्ति अतः धातोः अनन्तरं साक्षात् अनन्तरं सार्वधातुक न अपि तु आर्धातुकप्रत्ययाः सन्ति अतः कर्तृशब् सार्वधातुके सूत्रस्य प्रसक्तिः एव नास्ति अतः आर्धातुकलकारेषु गणीयः भेदः न दृश्यते यतोहि तत्र विकरणप्रत्ययस्य प्रसक्तिः एव नास्ति परन्तु तत्र नूतनविषयः आगच्छति इडागमः आगच्छति आर्धातुकस्य इड्वलादेः इति सूत्रेण इडागमस्य प्रसक्तिः भवति अतः तत्र भिन्नरीत्या कार्यं भवति परन्तु गणम् अनुसृत्य भेदः न दृश्यते आर्धातुकलकारेषु अतः पिबति भवति लिखति भवति ददाति भवति सर्वत्र गणीयभेदः दृश्यते परन्तु लट् लकारे पास्यति दास्यति समानमेव दृश्यते अतः तत्र गणीयभेदः नास्ति इति अस्माकं चर्चा जाता गतरविवासरे तर्हि अधुना पर्यन्तं कस्यापि प्रश्नः अस्ति वा अत्र महत्त्वपूर्णः विषयः अस्ति अतः प्रश्नाः सन्ति चेत् अधुना एव कृपया पृच्छन्तु न सन्ति वा कस्यापि प्रश्नः न महोदय अस्तु सर्वे अवगच्छन्ति इति मन्ये अवगच्छामि परन्तु किञ्चित् स्मरणे न आगच्छति झटिति आमां तत्र तु वारं वारं करपत्रं यदि भवान् पठति अथवा ध्वनिमुद्रणं शृणोति तर्हि तत् मस्तके आगच्छति तर्हि चिन्ता नास्ति परन्तु अर्थं तु अवगच्छति खलु आमाम् अस्तु एवमस्ति चेत् तर्हि अग्रे गच्छामः चतुर्थः करपत्रं सार्वधातुकलकारा आर्धातुकलकाराः च अधिकचिन्तनम् इति चरितमस्ति तर्हि गतरविवासरे अस्माभिः कुत्र पर्यन्तम् आसीत् आधातुकलकारः इत्युक्ते किम् इति अस्ति खलु. अस्तु, तर्हि एक कुर्मः. कुतः अस्ति सार्वधातुकलकारः इत्युक्ते किं, तत्र ततः वयम् अग्रे गच्छामः. तर्हि भानुमहोदय अस्ति खलु? हा महोदय. चतुर्थः बिन्दुः अस्ति सार्वधातुकलकारः इत्युक्ते किम्. अस्तु महोदय, पठतु. सार्वधातुकलकारः इत्युक्ते किम्? यस्मिन् लकारे धातोः अनन्तरं कर्त्रार्थकः सार्वधातुकप्रत्ययः साक्षात् दृश्यते तस्मिन् लकारे कर्तरि शप् इत्यनेन शप् विधीयते, अपि च तदर्थमेव स च लकारः सार्वधातुकः. तदर्थं किम् इति चेत् शपः विधानमेव सार्वधातुकलकारः इति नामकरणस्य निमित्तम्. अग्रिमे अपि पठामि वा महोदय? कर्तरि शप् कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत् धातुतः शप् प्रत्ययः भवति. अत्र कर्त्रर्थे कर्तरिप्रयोगः इति बोध्यम्. भावे कर्मणि च शप् प्रत्ययः न विधीयते. अनुवृत्तिसहितसूत्रं कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः. किमस्ति उदाहरणार्थम्? एकवारम् आशयं वदतु. आं महोदय, यस्मिन् लकारे धातोः अनन्तरं विवक्षा अस्ति कस्मिन् लकारे धातुरूपं किम् इति. तत्र सार्वधातुकप्रत्ययः यदि धातुः साक्षात् द्रष्टुं शक्यते शक्नोति चेत् तत् सार्वधातुक लकारः. तत्र लकारे कर्तरि शप् इति सूत्रम् अस्ति. तत् कर्तर्यर्थे तत् प्रयोजनम् अस्ति, तद् उपयोगं सूत्रे. कर्तरि शप् यदस्ति तद् सार्वधातुकलकारः इति पाणिनिमहोदये दत्तं नामकरणं. महोदय, तदर्थं किम् इति चेत् शपः विधानमेव सार्वधातुकलकारः इत्यर्थे महोदय पाणिनिमहोदये दत्तम् इति. तर्हि तत्र अष्टाध्याय्यां सार्वधातुकलकारः आर्धातुकलकारः इति किमपि नामकरणं नास्ति, परन्तु यत्र यत्र धातुतः साक्षात् अनन्तरं सार्वधातुकप्रत्ययः अस्ति कर्तरि कर्तर्थे, तत्र मध्ये शप् प्रत्ययः आगच्छति. तर्हि आहत्य यदा यदा लकारः सार्वधातुकलकारः अस्ति तर्हि मध्ये शप् प्रत्ययः आगच्छति इति वार्ता अस्ति. तर्हि अवगच्छतु, अत्र यत्र केवलं कर्तृर्थे एव शप् आगच्छति, भावे कर्मणि तु शप् न आगच्छति, विकरणप्रत्ययः न अस्ति. अतः कर्मणि प्रयोगे अपि गणम् अनुसृत्य भेदः न दृश्यते. तर्हि पश्यतु, तत्र दा अस्ति, दा धातु, दा धातोः कर्मणि रूपं किमस्ति? दीयते वा महोदय? दीयते, दीयते अस्ति. पाधातोः किमस्ति रूपं कर्मणि प्रयोगे? दीयते, दीयते. तर्हि पाधातुः अस्ति ध्वादिगणे, दाधातुः अस्ति जुहोत्यादिगणे. लट् लकारे रूपं रूपयोः भेदः दृश्यते, पिबति दृश्यते, ददाति दृश्यते. परन्तु कर्मणि कर्मणि प्रयोगे यत्र विकरणप्रत्ययः न आगच्छति तत्र पुनः गणः गणीयः भेदः न दृश्यते, अतः पुनः रूपयोः अभेदः दृश्यते, दीयते पीयते इति अस्ति। यतोहि तत्र पुनः शप्रत्ययः अथवा विकरणप्रत्ययः न आगच्छति इति वार्ता अस्ति। अवगच्छति वा? अग्रे भूयोग लट् भूयोग ल अवशिष्यते भूयोग तिप् भूयोगः अत्रार्थकः महोदय तिप् ल स्थाने तिप् केन सूत्रेण आगच्छति? लस्य न, तत्तु अधिकारसूत्रम् अस्ति, परन्तु तिप् तिप् कृते सूत्रं किम्? तिप् तिस् तिं तिप् मास् तत् बृहद् सूत्रमेकम् अस्ति महोदय। आम् तिप्तस्जि सिप्थस्त मिप्पस्मस् इति अस्ति खलु? आम् तर्हि तत्र न स्थाने तिप् प्रत्ययः आगच्छति प्रथमपुरुषे एकवचने परस्मैपदरूपे। अस्तु तर्हि तिप् आगच्छति, अधुना किं भवति? तर्हि अधुना महोदय भूयोगः तिप् अस्ति, लट् लकारे अस्ति, तर्हि भूधातुतः भूधातुना साक्षात् तिप् प्रत्ययः दृश्यते, साक्षात् सार्वधातुकप्रत्ययः दृश्यते वा? दृश्यते महोदय। आम् यतोहि तिंशित् सार्वधातुकम् इति सूत्रेण तिं तिप् प्रत्ययः सार्वधातुकः अस्ति। अस्तु तर्हि अधुना किं भवति अग्रे? अधुना कर्तरि शप् इति अनेन तत्र कर्त्रार्थे तत्र शप् विकरणप्रत्ययरूपेण मध्ये आगच्छति। तिङ् तिप् धातोः तिङ् प्रत्यये मध्ये विकरणप्रत्यये अपि आगच्छति, अतः भूयोग शप् योग तिप्। आम् भूयोगः शप् योगः तिप्। अधुना भवानेव करोतु, शप् मध्ये शप् प्रत्यय मध्ये इत् इत् संज्ञा लोपानन्तरं किम् अवशिष्यते? इत् संज्ञानन्तरं तत्र अकारः अवशिष्यते। ओ ओ अवशिष्यते भूयोग महोदय भूयोग योग तिप् तिप् मध्ये किम् अवशिष्यते? ति अवशिष्यते, अकारः अवगच्छति। तर्हि भूयोग भूयोग योग ति अधुना रूपम् अधुना योगति भू भू शप् प्रत्ययस्य कृते तर्हि किं कार्यं भवति भू प्लस् अ मध्ये? तत्र एजोय वायवः न न भूत्वा न न न सार्धधातुकार्धधातुकयोः गुणः भवति खलु सार्वधातुक आर्धातुकयोः। महोदय वदतु रघुपति महोदय, सार्वधातुक आर्धातुकयोः इति सूत्रं किं वदति? इक् वर्णस्य गुणः भवति गुणः भवति इति कदा? यदा शित् अस्ति चेत् शित् अस्ति शप् अस्ति चेत् पकारस्य पकार शकारपकार अस्ति चेत् तर्हि सूत्रं वदति यत् सार्धातुक अथवा आर्धातुकप्रत्ययः अस्ति चेत् इगन्त अङ्गस्य गुणं भवति। सोरि इगन्त इगन्तङ्ग इगत् इगन्तङ्गस्य गुणः भवति। इगन्त इत्युक्ते किं महोदय? इक् इक् वर्णः अस्ति, इक् प्रत्यारस्थवर्णाः इक् इ उ ऋ इ उ ऋ इ उ ऋ इति वर्णाः लृ लृ अपि अस्ति लृ अस्ति इक् तर्हि एते वर्णाः अन्ते सन्ति चेत् तत्र किमस्ति गुणं भवति गुणः भवति अङ्गस्य इक अङ्गस्य गुणः भवति तत्र अन्तिमवर्णस्य गुणः भवति। तर्हि अत्र किं भवति? भो भवति. भो भो प्लस् अ भवति. तदनन्तरं किं भवति? यचो यवायावः. यचो यवायावः. यचो यवायावः भो भव. तर्हि एचो यवायावः भवति. तदनन्तरं ओकारः योग अकारः महोदय किं भवति? अव भवति महोदय. आम् एचयवायाम. तर्हि रूपं किं भवति? ब योग अव योग अ योग ति भवति. भवति. तर्हि एतादृशी रीत्या रूपं भवति. भवति. अस्तु. अग्रे पठतु महोदय. अस्मिन् क्रमे तिप् इति सार्वधातुकप्रत्ययः साक्षात् दृश्यते. धातोः पुरतः अतः कर्तरिषप् इत्यस्य अवसरः अस्ति. चतुर्षु लकारेषु एतादृशी स्थितिः अस्ति. लटि, लोटि, लङि, विधिलिङ्गि च. एतादृशी स्थितिः नाम का? धातुना सार्वधातुकप्रत्ययः साक्षात् दृश्यते. यथा भूयोग तिप् भू तिप् इत्यनयोः मध्ये किमपि व्यवधानं नास्ति. अतः तिप् साक्षात् दृश्यते. भवान् कुत्र पठति? चतुर्थः बिन्दुः अस्ति महोदय. सार्वधातुकलकारः इत्युक्ते किम्? टैम् 427 एव. किं लण्डन् नगरे किं महोदय? समयं सार्धं चतुर्वादनं न अस्मिन् निमिषद्वयम् अस्ति. तस्मात् एव अहं लेट्. अस्तु. किमपि अस्ति चेत् चतुर्थबिन्दुः अस्ति, तत्र आगच्छतु. सार्वधातुकलकारः इत्युक्ते किम्? अस्तु. भानुमहोदय अग्रे पठतु. भानुमहोदय. ध्येयं यत् येषु सर्वेषु चतुर्षु सार्वधातुकलकारेषु धातुगणम् अनुसृत्य शपं प्रबाध्य अन्ये धातुगणनिमित्तिकविकरणप्रत्ययाः विधीयन्ते, यथा ह्यन् श्नु इत्यादयः. प्रथमं शप् आयाति, तदा भ्वादिः, अदादिः, धोत्यादिः, चुरादिः इत्येतान् गणान् विहाय अपरेषु षट्सु गणेषु शपं प्रबाध्य तत्तद्गणस्य विकरणप्रत्ययः आयाति. एतदर्थं सार्वधातुकलकारेषु कस्यापि धातोः तिङन्तरूपस्य निर्माणात् प्राक् स च धातुः कस्मिन् गणे अस्ति इति अवश्यं ज्ञातव्यम्. तर्हि गणम् अनुसृत्य भिन्नभिन्न तिङ्प्रत्ययः आगच्छति इति अस्ति खलु? भिन्नभिन्नविकरणप्रत्ययः आगच्छति. तर्हि भवान् जानाति वा प्रत्येकगणस्य तिङ् विकरणप्रत्ययः? स्मरणे नास्ति महोदय. अस्तु अस्तु, करोतु प्रयासं करोतु. प्रथमगणः भ्वादिगणाः शप् भ्वादिगणाः. प्रथमगणः भ्वादिगणाः, तत्र विकरणप्रत्ययः शप्. तदनन्तरम् अदादिगणाः. अदादिगणः, तत्र विकरणप्रत्ययं तु नास्ति. तत्र विकरणप्रत्ययस्य लोपः भूत्यात् शप् लोपः भवति. भूत्यादि जुहोत्यादिगणः अपि शप् विकरणप्रत्ययः लोपः भवति. अनन्तरं दिवादिगणः श्यन् विकरणप्रत्ययः अस्ति. दिवादिप्रत्ययः शन् अस्ति. द्वादि श्यन् मध्ये किम् अवशिष्यते? यकारः अवशिष्यते महोदय. तदनन्तरं स्वादिगणः श्नु विकरणप्रत्ययः अस्ति स्वादिगणे. तर्हि श्नु मध्ये किम् अवशिष्यते? शकारः नु. नु तर्हि सुनोति इति भवति खलु. सुनोति तनो सुनोति इति भवति रूपम्. अस्तु अग्रे महोदय. तुदादिगणः षष्टमलकारः तुदादिगणः तद् ष इति विकरणप्रत्ययः अस्ति. तत्र किम् अवशिष्यते? अकारः अवशिष्यते. अकारः अवशिष्यते. अग्रे अनन्तरम् अग्रे रुधादिगणः सप्तमगणः रुधादिगणः रुधादिगणः नम् इति विकरणप्रत्ययम् अस्ति महोदय. तत्र किम् अवशिष्यते? तत्र नक न अवशिष्यते. म अपगच्छति ष अपगच्छति नकारः नकारः एव अवशिष्यते. तत्र अकारः अपि तत्र उपदेशे उपदेशे अधुनासिक इति सूत्रेण गच्छति महोदय. नकारः अस्तु. तदनन्तरम् अष्टमगणः तनादिगणः अष्टमगणः तत्र उकारः अस्ति महोदय. तत् विकरणप्रत्ययः उकारः अस्ति. अतः हि तनोति इति भवति खलु. तन् तन् ओति. तत्र तन् योगः उ अस्ति. तदनन्तरं तस्य गुणं भवति तन्ोति. तदनन्तरं तदनन्तरं क्रयादिगणः नवमगणः क्रयादिगणः अस्ति. तस्य विकरणप्रत्ययः अस्ति श्ना. तत्र किम् अवशिष्यते? तत्र न अवशिष्यते प्रायः तत्र अपि न गृह्णाति क्रीडाति इति भवति. तदनन्तरं दशमगणः तदनन्तरं चुरादिगणः दशमगणः तत्र तत्रापि शप् विकरणप्रत्ययः अस्ति. किन्तु लिच् अपि तत् पूर्वं शपः अपि आगच्छति. अस्तु बहु उत्तमं महोदय. तत्र दशसु लकारेषु दशसु गणेषु के विकरणप्रत्ययाः सन्ति इति महोदयेन धन्यवादः महोदय. अस्तु तर्हि एतादृशं चिन्तनमस्ति. सार्वधातुकलकारेषु लट् लोट् लङ् विधिनि तत्र मध्ये विकरणप्रत्ययः आगच्छति गणमनुसृत्य इति वार्ता अस्ति. अस्तु तर्हि अग्रे गच्छामः. विजि महोदय अस्ति खलु? विजि गोविन्दराज महोदय पठतु अग्रे यथा. यथा भ्वादिगणे पायोगः लट् पायोगः ल् इत् हलन्त्यम् इत्यनेन लोपः भवति. पायोगः तिप् नकारस्य विकरणप्रत्यये नकारस्य प्रत्यये तिक् तिप् कर्तरि शप् इत्यनेन शप् पायोगः शप् योगः तिप् शिति परे पा धातोः पिब आदेशः पिप् योगः आयोगः थि पिबति. पठामि वा अग्रे? पा योगः लट् पायोगः ल् इति अवशिष्ट ल् अवशिष्यते. पायोगः टिप् प्रथमतया सार्वधातुकप्रत्यय तिप् इति आगच्छति. धातुना साक्षात् प्रत्यय द्रष्टुं शक्नोति इत्यनेन कर्तरि शप् इति सूत्रम् उपयुज्य कर्तरि शप् इति इति निमित्तम् आगच्छति इत्यनेन विकर्णप्रत्यय मध्ये आगच्छति फा योगः शप् विकर्णप्रत्यय प्लस् तिप् अधुना फा इति पिब् पिप् किमर्थम् आयाति न जानामि एकं सूत्रं योगः तद् वदति यदि पा धातोः अनन्तरं षित् प्रत्ययः अस्ति अत्र शप् अस्ति खलु शप् षित् प्रत्ययः अस्ति तर्हि पा धातोः स्थाने पिब भवति योगः अ इस् इप् लोप अनन्तरम् अ इति अवशिष्यते योगः ति पिबति इति पिबति इति रूपं भवति जिह्योतादिगण जिह्योतादिगणे दा योगः लट् दा योगः ल् दा योगः तिप् कर्तरि शप् इत्यनेन शप् ज्योत्यादिभ्यः श्लू इत्यनेन विहितस्य शप् प्रत्ययस्य श्लू लोपः भवति श्लौ इति सूत्रेण इत्यनेन श्लौ परे धातोः द्वित्वं भवति ददाति जुहोत्यादिगणे दा योगः लट् दा योगः इल् इति रूपं भवति इत् लोपः भवति दा योगः ल् अनन्तरं दा योगः तिप् तिप् अधुना अपि दा धातुना तिप् प्रत्ययं दृश्यति पश्यति इत्यनेन कर्तरि शप् इति सूत्रम् आयाति कर्तरि शप् इत्यनेन शप् प्रत्यय धातु प्रत्ययोः मध्ये आगच्छति अधुना भिन्नविकर्णप्रत्ययम् उपयुज्य जुहोत्यादिगणे धा इति धातु भवति इत्यनेन जुहोत्यादिभ्यः श्लू इति सूत्रं वदति जुह्यो इत्यनेन विगतस्य सप्त प्रत्यय श्लू श्लौ इत्यनेन धातोः द्वित्वं भवति इति सूत्रं वदति श्लौ इति सूत्रेण अनन्तरं दा प्लस् दा द्वित्वं भवति प्लस् ति प्रत्यय तिङ् प्रत्यय ददाति इति रूपम् अन्तिमरूपं भवति अनन्तरं स्वादिगणे अप् योगः लट् तादृशमेव अप् योगः ल् महोदय अप् नास्ति आप् आप् आप् क्षम्यताम् आप् योगः ल् लस्य स्थाने तिप् आयाति आप् योगः तिप् अनन्तरं कर्तरि शप् इति सूत्रम् उपयुज्य विकर्णप्रत्यय आगच्छति मध्ये अत्र स्वादिगणे धातु अस्ति इत्यनेन स्वादिभ्यः श्लू इति उपयुज्य स्वादिगणे स्थितेभ्यः धातुभ्यः शपं प्रभात्य श्लू प्रत्ययः भवति श्लू प्रत्ययः भवति कर्तरि तक् सार्वधातुकप्रत्यये परे आप् प्लस् श्नू प्लस् तिप् आप्नोति अत्रापि आप् योगः स्पष्टं महोदय आप् योगः स्नु इति विकरणप्रत्यय इस् लोपं भवति नु अवशिष्टं आ प्लस् नु प्लस् तिप् तिप् इति सार्वधातुकम् इत्यनेन गुणकार्यं भवति अङ्गस्य आ प्लस् नो प्लस् तिप् ति आप्नोति इति अन्तिमरूपं भवति आप्नोति इति भवति आप्नोति अग्रे पठतु अत्र बकारे अकारः अस्ति दण्डः नास्ति अतो गुणे इत्यनेन अपतानन्तात् अतः गुणे परे पूर्वप्रयोगो स्थाने एकः पररूपमेकादेशः भ्वादिगणस्य पाठे द्रक्ष्यामः इदम् अधुना त्यजतु वयम् अग्रे पठामः अग्रे पश्यामः अत्र ध्येयं यत् त्रयाणां लट् लकाररूपे धातु तिङ् प्रत्ययोः मध्ये यः स्वरः अस्ति सः भिन्नः पिबति ददाति आप्नोति अपि च ददाति इत्यस्मिन् धातोः द्वित्वम् अनेन कारणेन वदामः यत् धातुगणभेदात् रूपभेदः इति इदम् एव सार्वधातुकलकारस्य लक्षणम् वयं दृष्टवन्तः इदानीं पर्यन्तं त्रिविधधातु स्वीकृत्य त्रिविधरूपं भवन्ति खलु प्रथमतया भ्वादिगणे भवति भ्वादिगणे पिबति जुहोत्यादिगणे द्वित्वं भवति श्लू इति विकरणप्रत्यय स्वीकृत्य ददाति स्वादिगणे स्नु इति विकरणप्रत्यय स्वीकृत्य आप्नोति इति विकर्णप्रत्ययः भिन्नं भवति धातु अनुसृत्य गणरीत्या भिन्नं भिन्नं विभज्यते विकर्णप्रत्ययः भज्यते तर्हि विकर्णप्रत्ययः भिन्नः भवति अतः रूपमपि भिन्नं भवति रूपमपि भिन्नं भवति धन्यवादः महोदय अत्र धन्यवादः महोदय रघुपतिमहोदय अग्रे पठतु महोदय पाणिनिना साक्षात् सार्वधातुकलकारः आर्धधातुकलकारः च संज्ञाद्वयं कुत्रापि न दत्तं किन्तु अष्टाध्याय्याः आकृतिः स्वयं पूर्णतया एतादृशं नामकरणं पोषयति अतः अतीवयोग्यम् अभूतपूर्वनामकरणम् इदं मातृभिः कृतम् अनेन नामकरणेन किं भवति ज्ञानं सुदृढं भवति आयोजितं भवति मनसि ज्ञानस्य सम्यक् आयोजनं न भवति चेत् अस्तव्यस्तता इति फलम् अपि च शास्त्रीयव्यवकारव्याकरणविषये गुरुकुलेषु बहूनां मनसि इयमेव अस्तव्यस्तता वर्तते तस्य निवारणार्थं मातुः शिक्षापद्धतिः आवश्यकी अत्र पाणिनिना साक्षात् सार्वधातुकलकार आर्धधातुकलकार च संज्ञाद्वयं न कृतं कुत्रापि न कृतं परन्तु अष्टाध्याय आकृतिः अष्टाध्यायसूत्रमस्ति अन्यसूत्रमस्ति एते ये लकाराणां सार्वधातुकलकार अपि च आर्धधातुकलकार इति नामकरणं कर्तुं पोषयति इति एतत् मातुः पाठस्य विशेषमस्ति यदा किमर्थमिति चेत् सार्वधातुकलकारस्य एक प्रक्रिया भवति आर्धधातुकलकारस्य आर्धधातुकलकारस्य किमित्युक्ते तत्र गणभेदः नास्ति अतः समानरूपं भवति अतः वयं साधकलकार एकं पठामः आर्धातुकलकारम् आर्धातुकलकारस्य अनन्तरम् आर्धातुकलक इति भेदं भेदं कृत्वा पठामः चेत् तस्य तदा भ्रमः न भवति इति एतस्य आशयः. आं तर्हि अष्टाध्यायां साक्षात् कुत्रापि न लिखितमस्ति सार्वधातुकलकारः अर्धतुकलकारः, परन्तु तेन तद्विभाजनेन तेन विभाजनेन बहु सौकर्यं भवति. कुत्र क्षप्रत्यय आगच्छति कुत्र न आगच्छति इति चिन्तनेन तत्र केवलं मातृभिः पुष्पादीक्षित् महोदयेन एतादृशं चिन्तनं कृतम्, अतः बहु सौकर्यं भवति. अस्तु अग्रे पठतु. अत्र अत्र यत्र कुत्रापि माता लिखितमस्ति तत्र सर्वे जानन्ति वा माता का अस्ति? पुष्पादीक्षितं तस्य एव पुस्तकं वयं पठामः अत्र सः सा एव स्वरूपमहोदयस्य गुरु. अस्तु अग्रे अग्रे आर्धातुकलकाराः इत्युक्ते किम्? यस्मिन् लकारे धातोः अनन्तरं कर्तृत्वकः सार्वधातुकप्रत्ययः साक्षात् न दृश्यते तस्मिन् लकारे कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति, अतः शप् न भवति. अनेन सः लकारः आर्धातुकः. तादृशे लकारे तिङन्तरूपस्य निर्माणार्थं धातुः कस्मिन् गणे अस्ति इति विषये किमपि अवधानं नास्ति. धातुगणस्य न कोऽपि प्रसङ्गः. यथा भुवादिगणे पायोग लृट् पास्यति, ज्योत्यादिगणे दायोग लृट् दास्यति, स्वादिगणे आप् योग लृट् आप्स्यति. अत्र स्पष्टतया दृष्टते यत् धातुगणभेदात् रूपभेदः इति किमपि नास्ति. किमर्थं धातुगणनिमित्तिकविकरणाभावात्? आर्धातुकलकारे कर्तरिशप् इत्यस्य प्रसक्तिः नास्ति नास्ति, अतः शप् न भवति. एतादृशी गणम् अनुसृत्य विकरणपत्य न आगच्छति, अतः तत्र कोऽपि गणभेदात् रूपभेदः न विद्यते. यथा भुवादिगणे पायोग लिट् लकारे पास्यति, दायोग लिट् लिट् दास्यति, आप्योग लिट् आप्स्यति, समानमेव अस्ति. अतः एतत् रूपं किमर्थम् इति चेत् अत्र विकरणप्रत्ययमध्ये न आगच्छति, अतः भेदः न दृश्यते. यतोहि अतः कर्तृशब्दसूत्रस्य प्रसक्तिः नास्ति, अतः विकरणप्रत्ययः न आगच्छति, अतः भेदः न दृश्यते. भेदः न दृश्यते. अस्तु अग्रे अग्रे अग्रे पठामि वा? एतदर्थं दशधातुगणाः प्रयोजनीयाः. दशधातुगणाः प्रयोजनीयाः केवलं सार्वधातुकलकारेषु लटि लोटि लङ्गि विधिलिङ्गि च. आर्धातुकलकारेषु लिटि लुटि लृटि लृङ्गि लुङ्गि आशीर्लिङ्गि च धातुगणानां किमपि प्रयोजनं नास्ति. आर्धातुकलकाराणां पाठनावसरे सर्वे धातवः एकस्मिन् एव गणे एकत्र स्थाप्यन्ते. अग्रे किञ्चित् पठित्वा वृत्तान्ते लिट्लकारे सर्वेषां द्विसहस्रधातूनां तिङन्तरूपाणि एकत्र प्रदर्शनीयानि. तत्र कोऽपि धातुगणभेदो नास्ति. तथैव लुटि लृटि आशीर्लिङ्गि लुङ्गि लृङ्गि च. यत्र धातोः अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गाः निष्पादनीयाः, यत्र धातोः अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गा निष्पादनीया. एतादृशं वर्गीकरणम् अतीव लाभदायकं, यतः पाणिनेः सूत्राणि तथैव कार्यं विदधति. अनेन महत् सौकर्यम् अस्ति इति. पुनः पठतु, पुनः पठामि. वृत्तान्ते तः वृत्तान्ते महोदय पठतु पठतु. वृत्तान्ते लिट्लकारे सर्वेषां द्विसहस्रधातूनां तिङन्तरूपाणि एकत्र प्रदर्शनीयानि, तत्र कोऽपि धातुगणभेदः नास्ति. तथैव किमित्युक्ते अत्र कर्तरिषप् इत्यस्य प्रसक्तिः नास्ति, अतः तथैव लुटि लृटि आशीर्लिङ्गि लुङ्लकारे लृङ्लकारे च तत्र धातोः अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गाः निष्पादनीया. एतादृशं वर्गीकरणम् अतीव लाभदायकं, यतः पाणिनेः सूत्राणि तथैव कार्यं विदधति. अनेन महत् सौकर्यं. चतुर्दशवर्गः एते इति दत्तमस्ति. अकारादीनाम् एकनिमिषं. तर्हि अत्र लट् लोट् लङ् विधिलिङ्ग् सार्वधातुकलकारेषु तु गणीयभेदः अस्ति एव, परन्तु अन्यस्थलेषु गणीयभेदः नास्ति. तर्हि मातृभिः तस्याः एव रीत्या अत्र चतुर्दश वर्गीकरणं कृतं. सूत्रे वर्गीकरणं नास्ति साक्षात्, परन्तु मातृणा कृतं. किमर्थं? यतोहि तेन वर्गीकरणेन महत् सौकर्यं भवति, यतोहि पाणिनिना सूत्राणि तथैव कार्यं कुर्वन्ति इति वार्ता अस्ति. अकारादीनां धातु अस्ति, अकार अन्त धातु अस्ति, तस्य एकप्रकाररीत्या सर्वे सर्वे लकाराः सर्वे गण गणीयधातवः एकत्र अकारान्त आकारान्त इति. अस्तु पठतु अग्रे. अग्रे पठामि. अकार चतुर्दशवर्गे अस्ति, चतुर्दशवर्गे एते अस्ति एते सन्ति अकारान्ताः यथा कथ गण रच इत्यादयः, आकारान्ताः यथा पाल वाद ध इत्यादयः, ईकारान्त यथा जी श्वी चि कि रि इत्यादयः, ईकारान्ताः यथा नी षि डि क्रि वि इत्यादयः, उकारान्ताः यथा दूनु कूगु क्षु इत्यादयः, ऊकारान्ताः यथा भू लु पू नु मु इत्यादयः, ऋकारान्ताः यथा हृ भृ धृ मृ कृ स्पृ स्मृ इत्यादयः, पुनः ऋकारान्त यथा ऋकारान् दीर्घ दीर्घ ऋकारान्तः यथा झृ झृ शृ गृ वृ इत्यादयः, एजन्ताः यथा एजन्ता इत्युक्ते ए ओ ए एच् एच् एच् ओके क्लै म्लै धे झै पै शो चो इत्यादयः, अदुपद यथा अदुपदाः यथा पट् अकारान्त उपादायाम् अकार अस्ति यथा पट् चल् ऋस्वकार ऋस्व अकार उपादायां स्कल् कक् पच् चट् इत्यादयः, इदुपद ऋस्व इकार इदुपद ऋस्व एव अत्र अत्र इत् अस्ति खलु तत्परस्य तपर तत्काल ओके अतः इकार एव यथा चित् मिद् छिद् बिद् निद् मिल् इत्यादयः, उदुपद अस्ति यथा बुद् शुद् मुद् कुक् उक्कु इत्यादयः, ऋदुपदाः यथा कृष् वृष् नृत् छृद् वृद् वृद् इत्यादयः, अवशिष्टाः ये न सन्ति येषु वर्गेषु यथा मील् शीक् बुक् अञ्ज् इत्यादयः अत्र ओके अञ्च् अञ्च् अस्ति अञ्च् यत्र दीर्घ इकारः अस्ति अपि च उपधायां व्यञ्जन अस्ति अत्र बुक् इत्यादयः अवशिष्टाः अवशिष्टाः ये उपरितनगणेषु न न आगच्छति अस्तु अस्तु धन्यवादः महोदय महोदय एकः प्रश्नः अत्र वदतु एते सर्वे व्यावहारिकरूपसिद्धातोः वा लौकिकधातु तर्हि वयं पुस्तके द्रक्ष्यामः क्री न प्राप्स्यामः डुक्री एव प्राप्यते तत्र पुस्तके यत् लिखितमस्ति तत्तु उपदेशे यत् धातवः सन्ति ते सन्ति परन्तु इत् संज्ञा प्रकरणम् अनन्तरं लोप अनन्तरं यद् धातुः अवशिष्यते लौकिकधातुः तेन एव अग्रे कार्यं भवति अतः अत्र यत् लिखितमस्ति ते सर्वे लौकिकधातवः सन्ति अस्तु धन्यवादः अग्रे संशयं महोदय एज् अर्थः मीन्स् एज् प्रत्याहार एज् आमाम् A I O O अस्तु तर्हि अग्रे गच्छामः जानकी महोदय अस्ति खलु नमस्ते महोदय पठतु अग्रे अतः यथा पा धातुः दा धातुः च आर्धधातुकलकारस्य आयोजने एकस्मिन्नेव अन्तर्गणे एकत्र भवतः आकारान्तेषु किन्तु सार्वधातुकलकारस्य आयोजने इमौ द्वौ धातू पृथक् पृथक् गणे स्तः एवमेव संस्कृतभाषायां यावन्तः आकारान्तः दातवः सन्ति ते सर्वे आर्धधातुकलकारस्य आयोजने एकत्र भवन्ति अग्रे पठामि वा आशयम् अवगच्छति वा आम् अस्तु अत्र पा धातु दा धातु अत्र पिब इति रूपं प्राप्नोति सार्वधातुकलकारेषु परन्तु अत्र अर्धधातुकलकारेषु तत्र दा अपि पृथक् जुहोत्यादिगणे भवति अत्र तु एकत्र एव आकारान्तदातवः इति भवन्ति अतः पास्यति दास्यति इति एव भवति इति अत्र भवति सर्वे आकारान्तदातवः एकघने भवन्ति पृथक् एक घने भवन्ति अत्र भिन्नभिन्न घन घनं विकरणप्रत्ययः तादृशं न भवति इति भवति तर्हि सार्वधातुकलकरेषु गणम् गणम् अनुसृत्य भवति अतः पाधातु धाधातु भिन्नभिन्नगणेषु आगच्छन्ति परन्तु आर्धातुकलकारेषु गणीयभेदः नास्ति परन्तु अकारान्तः अस्ति वा आकारान्तः अस्ति वा उकारान्तः अस्ति वा ऋकारान्तः अस्ति वा इत्यनेन भेदः भवति इत्यनेन अतः पाधातु धाधातु ये सार्वधातुकलकारेषु भिन्न गणयोः आगच्छतः आधातुकलकारेषु उभयोः एकस्मिन् एव गणे आगच्छतः आकारान्तः धातवः अग्रे पठामि विकरणं नाम किं विकरणं नाम तादृशप्रत्ययः यः धातुभ्यः विधीयते किन्तु साक्षात् न विधीयते प्रथमतया लकारः विधीयते तदा सार्वधातुकलकारस्य विकरणं चेत् लकारस्य स्थाने तिङ् प्रत्ययः तदा धातुतिङ् प्रत्ययोः मध्ये विकरणम् आगच्छति आर्धधातुकलकारस्य विकरणं चेत् धातुलकारप्रत्ययोः मध्ये एव आगच्छति धातुलकारप्रत्ययोः मध्ये एव आगच्छति अस्तु विकरणम् इत्युक्ते अत्र धा लट् लकारः इति प्रथमं धातु तत्र तस्य विधिः भवति तदनन्तरं कर्तरर्थके शप् कर्तरी शप् इति यदा सार्वधातुकलकारः भवति तदा विकरणं योजयामः. तद् विकरणं तु धातु तिङ् प्रत्यय मध्ये आगच्छति. आर्धधातुक लकारस्य विकरणं चेत् तत् लकारप्रत्ययोः मध्ये धातुलकारमध्ये आगच्छति. आमां धातु लकारमध्ये आगच्छति. उदाहरणं समानमेव अस्तु. दा स्यतासि लृलुटोः तत्र स्य तिप् इति भवति. ऋट् ऋट् ऋटुस्थाने ति आगच्छति. लट् स्थाने न तर्हि किं भवति सार्वधातुकलकारेषु प्रथमं तु धातु अस्ति, तदनन्तरं लकारः अस्ति. सार्वधातुकलकारेषु तत्र लकारानन्तरं तिप्रत्यय आगच्छति. तर्हि तदनन्तरं कर्तृषप् इति सूत्रेण धातु लकारः अस्ति, धातु प्लस् तिप्रत्यय भवति, तदनन्तरं कर्तृषप् इति सूत्रेण मध्ये विकरणप्रत्यय आगच्छति. तत् सार्वधातुकविकरणप्रत्यय अस्ति. परन्तु आर्धातुकलकारेषु यथा अस्माभिः दृष्टं धातु प्लस् लकारः आगच्छति, तदनन्तरं सर्वप्रथमं स्यतासि लृलुटोः च्लीलुङ्गि इति सूत्रेण धातोः लकारस्य मध्ये एव विकरणप्रत्ययः आगच्छति. यथा स्य आगच्छति लृट् स्थाने, तर्हि धातुः योगः लृट् भवति, धातुः योगः स्य योगः लृट् इति भवति. तदनन्तरं तस्य लृट् तस्य स्थाने तिप् आगच्छति, धातुः योगः स्य योगः तिप्. तर्हि आर्धातु सार्वधातुकविकरणं यत् अस्ति तत् धातु योगः तिप् प्रत्यय मध्ये आगच्छति. आर्धातुकप्रकरणं मध्ये यत् विकरणम् अस्ति तत् धातुः योगः लकारमध्ये आगच्छति इति भेदः अस्ति. महोदय अत्र किमपि भेदः अस्ति वा? तिप् अस्ति, यदा तिप् आगच्छति तदा विकरणप्रत्ययः अस्ति. अत्र यदा लकार अस्ति तदा आर्धातुक विकरणप्रत्यय आयाति इति अस्ति. परन्तु तदनन्तरमपि तिङ्प्रत्यय आगच्छति न? तदनन्तरमपि सत्यमस्ति, तिङ्प्रत्यय आगच्छति, परन्तु क्रमे भेदः. लघुभेदः किं क्रम केवल क्रमस्य भेदः किञ्चित् अतः न तत् किञ्चित् नास्ति. तत् किञ्चित् भेदः अस्ति, अतः एव सार्वधातुकलकारः आर्धातुकलकारः भेदः भवति. अतः अस्माकं कार्यसुलभः भवति. तर्हि अन्तिमे तु धातुयोगः विकरणप्रत्ययोगतिप् एव भवति, परन्तु क्रमः भिद्यते अतः कार्यं भिद्यते. किमर्थं? धातुः योगः लट् अस्ति चेत् तिप्तस्य सिप्तस्थ इत्यनेन सर्वप्रथमं तिप् आगच्छति, तर्हि धातुयोगः तिप् भवति. अधुना धातुना साक्षात् सार्वधातुकतिप् प्रत्ययः दृश्यते, अतः सार्वधातुकलकारः भवति लट् लकारः. अतः कर्तृशप् इति सूत्रेण शप् मध्ये आगन्तुं शक्नोति. परन्तु लृट् लकारे धातुयोगः लृट् अस्ति, अत्र तिप् तिपः आगमनात् पूर्वम् एव तत्र लृट् तस्य पूर्वं स्य आगच्छति. अतः धातोः योगः स्य योगः लृट् भवति. तदनन्तरं लृट् स्थाने तिप् भवति, धातोः योगः स्य योगः तिप्. तर्हि किं भवति? धातुना कदापि साक्षात् सार्वधातुकतिप्रत्ययः न दृश्यते. कदापि साक्षात् सार्वधातुकतिप्रत्ययः न दृश्यते, अतः कर्तृशप् तस्य सूत्रस्य प्रसक्तिः न भवति. अतः शप् शप् इति किमपि न आगच्छति. अतः क्रमभेदः अस्ति, अतः तदनन्तरं रूपभेदः अपि भवति इति वा. तर्हि तत् लघुभेदः अस्ति, परन्तु महत्त्वपूर्णभेदः अस्ति क्रमभेदः. अस्तु महोदय, अग्रे पठतु. जानन्ति अन्यप्रकारकविकरणप्रत्ययः अपि अस्ति. लकारनिमित्तकविकरणम् इति नाम्ना आर्धधातुकलकारेषु तदभवत्। विकरणं द्विविधम् इति चेत् खलु किं महोदय? निमित्तकविकरणम् इति नाम्ना न विकरणं द्विविधम् इति अधुना पठनं खलु सप्तमबिन्दु ओके विकरणं द्विविधं तत् किं सार्वधातुकनिमित्तिकविकरणं लकारनिमित्तिकविकरणं च। साधारणतया यदा विकरणप्रत्ययः इति वदामः तदा शप्ष्यन् श्नु इत्यादयः विवक्षिताः। एते सार्वधातुकनिमित्तिकविकरणप्रत्ययाः। शप्ष्यन् श्नु इत्यादीनां निमित्तमस्ति सार्वधातुकप्रत्ययः कर्तरि शप्। तदेव सूचयति यद् धातोः उत्तरः यः प्रत्ययः सः कर्त्रर्थकः सार्वधातुकः च इति चेत् धातुतः शप् प्रत्ययः भवति। अतः निमित्तमस्ति सार्वधातुकप्रत्ययः। स च प्रत्ययः तिङ् स्यात् वा कृत् स्यात् किन्तु सार्वधातुकः भवेदेव। अपि च शण्ष्णुषष्णाश्नम् उ एतानि सर्वाणि सार्वधातुकनिमित्तिकविकरणानि। किं लिखितमस्ति? सार्वधातुक अत्र सार्वधातुकनिमित्तकरणं लकारनिमित्तिककरणम् इति विकरणप्रत्यय विकरण द्विविधा विभज्यते। अत्र विकरणप्रत्ययः इति यदा सामान्यतया यदा वदामः तदा तु झटिति शप् शन् श्नु इत्यादयः एव वयं विकरणप्रत्ययः चेत् तदेव वयं वदामः। एते सर्वे शप् शन् श्नु एते सर्वे अपि सार्वधातुकनिमित्तिकविकरण सार्वधातुकनिमित्तं विकरणप्रत्ययाः सन्ति। इत्युक्ते एते सर्वे अपि सार्वधातुक शप् तत्र आगन्तव्यं चेत् तत्र सार्वधातुक प्रत्ययः भवेत्। सार्वधातुकप्रत्ययः भवति तिप् तिङ्क्षित् सार्वधातुकं तेन कारणेन तिङ् भवति तत्र। तदेव एते अत्र शन् वा शप् वा तत्र भवतु इति तद् निमित्तं ते एव निमित्तं भवन्ति। कर्तरि शप् वदति यत् यदा सार्वधातुके प्रत्यये परे तत्र कर्तरि अर्थे शप् प्रत्ययः भवतु इति तद् वदति। अतः सार्वधातुकप्रत्ययः निमित्त तत्र प्रत्ययः अस्ति तिप् तद् तिङ् वा स्यात् नो चेत् कृत् प्रत्यय वा स्यात्। कृत् प्रत्यय चेत् सपुरुषाण तद्वा महोदय षित् षित् इषित् अस्तु षित् भवति परन्तु तद् तु सार्वधातुकः भवेत्। तदेव तत्र मुख्य अंशं तु स प्रत्ययः सार्वधातुकः भवेत् इति। एते सर्वे श्नुष श्ना सर्वे अपि सार्वधातुकनिमित्तिकविकरणप्रत्ययानि यदा तिङ्वा स्थित्वा भवति एते सर्वे प्रत्ययाः तत्र आगच्छन्ति। यतोहि एते सर्वे विकरणप्रत्ययः तदैव आगच्छन्ति यतोहि साक्षात् अनन्तरं कोऽपि सार्वधातुकप्रत्ययः अस्ति कर्तरिप्रयोगे अतः सार्वधातुकनिमित्तिकविकरणप्रत्ययाः सन्ति। यदि सार्वधातुकप्रत्ययः निमित्तं नास्ति अग्रे तर्हि तत् विकरणप्रत्ययः न आगच्छति इति वार्ता अस्ति। अस्तु अग्रे अन्यप्रकारकविकरणप्रत्ययः अपि अस्ति लकारनिमित्तिकविकरणम् इति नाम्ना। आर्धधातुकलकारेषु अपि विकरणप्रत्ययाः भवन्ति किन्तु ते च लकारनिमित्तिकाः। तेषां निमित्तं लकारः एव इति कारणेन सर्वेषां धातूनां कृते स च विकरणप्रत्ययः समानः। यथा लृट् लकारं पश्यामः भुवादिगणे पा योगः लृत् स्यतासि लृलुटोः इत्यनेन लृटिपरे धातुतः स्य पा योगः स्य योगः लृत् पास्यति। अत्र स्य इति विकरणप्रत्ययस्य आनयनस्य कारणं ऋत् प्रत्ययः एव. यस्मिन् कस्मिन् अपि धातुगणे भवतु नाम धातुभ्यः ऋट् भवति. जुहोत्यादिगणे दाल् ऋट् स्यदासील् ऋलुटौः इत्यनेन लिटिपरे धातुतः स्य दा योगः स्य योगः ऋत् दास्यति. स्वादिगणे आप् योगः ऋट् स्यदासील् ऋलुटोः इत्यनेन ऋटिपरे धातुतः स्य आप् योगः स्य योगः ऋट् आप्स्यति. सर्वेभ्यः धातुभ्यः ऋट् भवति इति कृत्वा धातुगणचर्चा मास्तु. स्य सर्वेषां धातूनां भवति. अत्र अन्य प्रकारक किं महोदय? उत्तमम्. अन्य प्रकारकविकरणप्रत्ययः अस्ति, तद् तु लकारनिमित्तीकृत्य भवति. यदा ऋट् लकारः इति भवति चेत् स्यतासि लृलुटोः इति सूत्रेण तत्र स्य आगच्छति. तद् भिन्नभिन्नगणः न. ऋट् प्रत्ययः तु सर्वेभ्यः धातुभ्यः अत्र लृट् इति लकारः भवति चेत् स्य इति प्रत्ययः आगच्छति एव. तद् तु लृट् निमित्तीकृत्य लृट् कारणं भवति. अत्र कार्यं तु तद् एतद् स्य इति भवति. पृथक् पृथक् नास्ति तद् तु, अतः घनम् अनुसृत्य नास्ति. अत्र पा अस्ति चेदपि स्य इति प्रत्ययः तु आगच्छति एव. जुहोत्यादिगणे अत्र दा अस्ति चेत् दास्यति, तत्रापि आगच्छति. पुनः श्नु आप् धातु अस्ति, तत्र अपि तत्र सार्वधातुकलकारे तु तद् भिन्नगणे भवति. अत्र तु सामान्यतया अत्र लृट्लकारः चेत् स्य प्रत्ययः आगच्छति, तद् तु लकारनिमित्तीकृत्य आगच्छति. तर्हि सार्वधातुकलकारेषु यत् शप् श्ना श्नु इति सर्वे आगच्छन्ति, ते अग्रे सार्वधातुकप्रत्ययः अस्ति अतः आगच्छन्ति, ते गणीयम् अनुसृत्य आगच्छन्ति, अतः सार्वधातुकनिमित्तिकविकरणानि गणीयगणम् अनुसृत्य आगच्छन्ति. परन्तु अन्यगणेषु अन्यलकारेषु आधातुकलकारेषु यत् ये विकरणप्रत्ययाः आगच्छन्ति ते लकारं निमित्तीकृत्य आगच्छन्ति, तत्र गणीयम् अनुसृत्य विकरणप्रत्ययः न भिद्यते. अतः लकारः लृट् अस्ति अतः स्य प्रत्ययः आगच्छति सर्वदा, अतः तत् लकारनिमित्तिकविकरणप्रत्ययः अस्ति इति वार्ता अस्ति, भेदः अस्ति. धन्यवादः महोदय. सर्वे अवगच्छन्ति वा? प्रश्नः अस्ति वा कस्यापि? अस्तु, नास्ति चेत् अग्रे गच्छामः. जगन्नाथमहोदय अस्ति खलु? जगन्नाथमहोदय अस्मि. बहुकालानन्तरम् आगच्छामि, तर्हि कियद् अवगच्छामि इति चिन्ता नास्ति, प्रयत्नं करोतु. अस्तु, तर्हि अष्टम. अस्तु, लृट् लकारे लृट् स्थाने कर्तृ अर्थकसार्वधातुक तिङ् तर्हि किमर्थं शप् न भवति? अत्रापि सर्वे लकाराः अनुबन्धलोपानन्तरं ल इत्येव भवन्ति, अपि च ल इत्यस्य स्थाने तिप् तस् झि इत्यादयः तिङ् प्रत्ययाः आयान्ति. लृट् अपि तथा, तर्हि किमर्थं न अत्रापि वा अत्रापि? अत्रापि अत्रापि इमं तिङ् प्रत्ययं निमित्तीकृत्य कर्तरि शप् इत्यनेन शपः आनयनम् अत्र वास्तविकक्रमम् अवलोकनीयः. पायोगः लृट् स्यतासि लृ लुटोः इत्यनेन लृटि परे धातुतः स्य आयाति. पायोगः स्य योगः लृट् भवति. पायोगः स्य योगः लृ योगः पा योगस्य योग तिप् भवति, पा योगस्य योगति पास्यति इति. अत्र सर्वे लकाराः अनुबन्धलोपानन्तरं ल इत्यनेन भवन्ति. अनुबन्धलोपम् इत्युक्ते अस्तु, अनुबन्धं लोपम् इत्युक्ते किं वक्तुं अस्तु अस्तु, इत्संज्ञकलोप यद्भवति तदनन्तरं ल एव स्थास्यति. अपि च ल इत्यस्य स्थाने तिप् तस् झि इत्यादयः तिङ् प्रत्ययाः आयान्ति. अस्तु अस्तु, ल स्थाने अन्यप्रत्ययाः आगच्छन्ति, लृट् अपि तथा. तर्हि किमर्थं न अत्रापि इमं तिङ् प्रत्ययं निमित्तीकृत्य तर्हि शप् इत्यनेन शपः आनयनम्? अस्तु, तर्हि तादृशं भवति चेत् या तु स्या नो चेत् वा तस्य स्थाने तिप् तस् झि इत्यादयः यदि ते एव आगमनीयं तर्हि कर्तरि शप् किमर्थम् अद्य आगच्छति इति प्रश्नः. भवान् अवगच्छति खलु? आम्, भवान् यत् पठति तत् अवगच्छति खलु? आम्, पूर्णतया तु न अवगतं किन्तु अवगच्छामि. क्लेशः कः अस्ति पृच्छतु. क्लेशः नास्ति, अत्र मया उदाहरणीयं दृष्ट्वा मनसि स्पष्टीकरणं भवति. अत्र रघुपतिमहोदयेन येन उक्तम् अनन्तरम् अन्ते तु सर्वदा तिप् तु आगच्छति एव, तर्हि किमर्थं सार्वधातुकलकारेषु शप्रत्यय आगच्छति परन्तु वार्धातुकलकारेषु स्थप् प्रत्ययः नागच्छति? तर्हि तस्य कारणम् अस्ति यत् क्रमः भिन्नः अस्ति. आर्धातुकलकारेषु प्रथमं तु तिप् प्रत्ययस्य आगमनात् पूर्वम् एव मध्ये लकारनिमित्तीकृत्य विकरणप्रत्ययः आगच्छति. अतः एकवारं धातुतः साक्षात् लकारनिमित्तिकविकरणप्रत्ययः अस्ति, तत् लकारनिमित्तिकविकरणप्रत्ययः यथा घृट्स्थानस्य तत् अधुना आर्धातुक अस्ति. आर्धातुक अस्ति अतः कर्तृशप् इति सूत्रस्य प्रसक्तिः एव नास्ति. अतः अतः आर्धातुकलकारेषु कर्तृशप् नागच्छति, यद्यपि अन्ते तु तिप् प्रत्ययः आगच्छति इति वार्ता अस्ति. ओ अस्तु, धन्यवादः महोदय. अस्तु, पायोगः लृट् अहं पठामि वा? आम् पठतु. पायोगः लृट् यतासि लृलुतोः इति सूत्रेण लृटि परे धातुतः स्य आदेशः भवति. पायोगः स्य योगः लृट् इति तर्हि तद् भवति. तत्र टकारस्य इत्संज्ञा भवति. तर्हि ओ लृट् इत्यस्य इत्संज्ञा भवति, तस्मात् पायोगः योगः ल स्थास्यति. ल स्थाने टिप् आगच्छति, तर्हि पायोगः स्ययोगः टिप् तत्र पकारस्य इत्संज्ञा भवति, तर्हि अन्तिमरूपं भवति पास्यति इति. अग्रे अधुना पश्यतु एकं वैशिष्ट्यं, यद्यपि टिप् अस्ति किन्तु पायोगः तिप् इत्यनयोः मध्ये स्य इति व्यवधानं स च स्य आर्धधातुकः अति कर्तरीषप् अतः कर्तरीषप् इत्यस्य अवसरः न भवति. अत्र मुख्यम् इदं यत् स्य इत्यस्य निमित्तं लृट् एव किन्तु शप् इत्यस्य निमित्तं तिप् आदयः. लृट् प्रत्ययः प्रथमतया आयाति तदा एव लृटः स्थाने तिपादयः. अतः स्य अपि प्रथमम् आयाति यदा लृट् प्रत्ययः विद्यमानः. अनन्तरमेव लृटः स्थाने तिपः तावता स्यात्तु आगतः एव. अतः धातुना तिप् न दृश्यते. सारांशः एवं यत् स्य प्रथमम् आगच्छति तदनन्तरम् एव तिप्. अतः धातुः स्य पश्यति न तु तिपः न तु तिप् अस्मात् कारणात् कर्तरि शप् न भवति. संक्षिप्तरूपेण यद्यपि तिप् अस्ति किन्तु पा योगः तिप् अनयो मध्ये स्य इति किमर्थमागच्छति इति प्रश्नः. तस्य उत्तरं भवति स्य इति आर्धधातुकः अतः कर्तरि शप् इत्यस्य अवसरः एव न भवति. सार्वधातुकः धातुः भवति चेत् शप् भवति, आर्धधातुकः भवति चेत् कर्तरि शप् न भवति. अत्र मुख्यमिदं यत् स्य इत्यस्य निमित्तं लृट् एव किन्तु शप् इत्यस्य निमित्तं तिप् आदयः. शप् इत्यस्य निमित्तं तिप् यथा लृट् प्रत्ययः प्रथमतया आयाति अस्तु तदा एव अस्तु अवगतम् इदानीं तदा एव लृटः स्थाने तिबादयः इत्युक्ते तिप् योगः आदयः. अतः स्य अपि प्रथमम् आयाति यथा लृट् प्रत्ययः विद्यमानः. अस्तु तर्हि अन्यधातोः यदि करिष्यति अस्ति तादृशम् अस्य अत्र तु तद् न भवति. अत्र तु प्रायः स्या आगच्छति पास्यति तादृशं स्या प्रथमे आगच्छति तदर्थं शप् इति प्रत्ययस्य प्रसक्तिः न भवति. अनन्तरमेव प्रथमं स्या आगच्छति अतः धातुना साक्षात् ति प्रत्ययः न दृश्यते. धातुना साक्षात् प्रत्ययः न दृश्यते परन्तु स्य दृश्यते अतः तत्र किमपि भेदः न भवति. तत्र विकरणप्रत्ययः न आगच्छति. अनन्तरमेव लृठ लृटः स्थाने तिप् तावता तु आगतः. अतः एव यथा तर्हि प्रथमे स्य आगच्छति पायोगस्य योगः लिट सो तस्मात् परम् एव लृटस्य अन्तिमरूपं ति इति आगच्छति पास्यति इति. तस्य कारणं शप् कर्तरि शप् न भवति इति स आर्धधातुके इति वार्ता. अस्तु अवगच्छति वा? आम् महोदय. सर्वे अवगच्छन्ति वा भेदः कथं भवति? कथं यद्यपि अन्तिमे तु तिप् आगच्छति परन्तु किमर्थं सार्वधातुकलकारेषु तु शप् प्रत्ययः आगच्छति परन्तु आर्धधातुकलकारेषु शप् प्रत्ययः न आगच्छति? तत्र भेदः किमर्थं भवति सर्वे अवगच्छन्ति वा? आम् महोदय, क्रमभेदः अस्ति, क्रमभेदः अस्ति. अतः धातुना साक्षात् प्रथमं किं साक्षात् अनन्तरं किं दृश्यते इति भेदः भवति. सार्वधातुकलकारेषु धातुना साक्षात् अनन्तरं टिप् प्रत्ययः दृश्यते, परन्तु आर्धातुकलकारेषु धातुना साक्षात् अनन्तरं क्रियप्रत्ययः अथवा तास् प्रत्ययः इति किमपि दृश्यते. अतः तत्र भेदः भवति, अतः तत्र किमपि विकरणप्रकोपि विकरणप्रत्ययः न आगच्छति इति वार्ता अस्ति. अस्तु, तर्हि अग्रे गच्छामः. मीना महोदय अस्ति खलु? आम् महोदय, अग्रे पठतु. नवमः तनादिगणे उ इति विकरणप्रत्ययस्य आर्धधातुकत्वात् किं भवति? एकनिमिषं. तर्हि अधुना सार्वधातुकलकारेषु अस्माभिः दृष्टं यत् मध्ये विकरणप्रत्ययः आगच्छति. तर्हि अस्माभिः दृष्टं यत् विकरणप्रत्ययाः के के सन्ति? शप्, श्यन्, श्नु, श्ना, उ, श, श्ना, शप् इति विकरणप्रत्ययाः सन्ति खलु. तर्हि अधुना स्थितिः अस्ति यत् धातुतः अनन्तरं साक्षात् विकरणप्रत्ययः अस्ति. तर्हि कोऽपि कोऽपि वदितुं शक्नोति वा यत् विकरणप्रत्ययेषु एकविकरणप्रत्ययः कः अस्ति यत् अन्य विकरणप्रत्ययेभ्यः भिन्नः अस्ति? एतत्तु सार्वधातुकः सर्वे सर्वे विकरणप्रत्ययाः ये सन्ति, ये भवादिगणे, दिवादिगणे, स्वादिगणे, तुदादिगणे, क्रयादिगणे, रुधादिगणे, चुरादिगणे, ते सर्वे षित् सन्ति, षित् सन्ति. अतः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकाः अपि सन्ति. अतः ते सर्वे तिङ्प्रत्ययाः अस्मिन् गणे ये धातुनन्तरम् आगच्छन्ति ते सार्वधातुकप्रत्ययाः सन्ति. परन्तु तुनादिगणे तनादिगणे यः विकरणप्रत्ययः अस्ति उ, तत् न तु षित् अस्ति, न तु तिङ् अस्ति, अतः तत्तु आर्धातुकम् अस्ति. अतः तनादिगणे यत् साक्षात् धातोः अनन्तरं विकरणप्रत्ययः आगच्छति तत् आर्धातुकम् अस्ति, न तु सार्वधातुकम् इति विशेषभेदः अस्ति. तर्हि लकारः तु सार्वधातुकलकारः एव अस्ति, अतः विकरणप्रत्ययः आगच्छति. परन्तु धातु विकरणप्रत्ययस्य योजनं यदा भवति तत्र यत् विकरणप्रत्ययः यत् अस्ति तत् केवलं तनादिगणे विकरणप्रत्ययः आर्धातुकम् अस्ति, अन्यत्र अन्य सर्वत्र विकरणप्रत्ययः सार्वधातुक एव अस्ति इति भेदः अस्ति, महत्त्वपूर्णभेदः अस्ति. तनादिगणे एव, आम् तनादिगणे एव, यतोहि अन्यत्र सर्वत्र अन्य सर्वत्र यत् विकरणप्रत्ययः आगच्छति तत् षित् अस्ति, षित् अस्ति अतः सार्वधातुकम् अस्ति. अस्तु, पठतु अधुना. उ प्रत्ययस्य आर्धधातुकत्वात् विद्यमाने धातुरपि अङ्गे गुणः भवति यथासङ्गं. तनादिगणे विकरणप्रत्ययस्य प्रभावेन कुत्रचित् गुणः अपेक्षितः, यथा क्षिन् योगः उ इति चेत् क्षेन् ओ योगः उ क्षेणु इति अङ्गं गुणः भवति. तच्च गुणकार्यं सार्वधातुकप्रत्ययेन भवितुमर्हति, आर्धधातुकप्रत्ययेन अपि भवितुमर्हति. पुगन्तलघूपदस्य च सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपदस्य च इकः गुणः भवति. अनुवृत्तिसहितसूत्रं पुगन्तलघूपदस्य च अङ्गस्य इकगुण सार्वधातुक आर्धधातुकयोः किमस्ति अत्र लिखितमस्ति? तर्हि अत्र अत्र गुणः भवितुम् अर्हति आर्धदातु प्रत्ययः अपि आर्धदातुकप्रत्ययः अथवा प्रत्ययः एव अपि पुगन्तलघुपदस्य इति सूत्रेण गुणः भवितुम् अर्हति. तर्हि अस्माभिः द्वे सूत्रे पठिते गुणकार्यस्य कृते सार्वधातुक आर्धातुकयोः पुगन्तलघुपदस्य उभयोः गुणस्य निमित्तं सार्वधातुकं प्रत्ययः अपि भवितुम् अर्हति अपि भवितुम् अर्हति. तर्हि तनादिगणे यद्यपि आधातुकप्रत्यय विकरणप्रत्ययः अस्ति उ, तर्हि तत्रापि भुगन्तलघुपदस्य सार्वधातुक आधातुकयोः इति सूत्रस्य कार्यं भवति. अतः क्षीणयोगः उ अत्र यतो यद्यपि शप् नास्ति अथवा षित् नास्ति, परन्तु उ आर्धातुकप्रत्ययः अस्ति, अतः पुगन्तलघुपदस्य इति सूत्रस्य कार्यं भूत्वा इकारस्य ह्रस्व इकारस्य यत् पुगन्त उपधायाम् अस्ति तस्य गुणं भवति क्षेण इति भवति, क्षेणु इति कार्यं भवति इति भवति. अवगच्छति वा? तर्हि एतद् मा चिन्तयतु यत् यत् केवलं सार्वधातुकप्रत्ययः अस्ति चेद् एव गुणं भवति, आर्धातुकप्रत्ययः अस्ति चेदपि गुणं भवितुम् अर्हति. अस्तु, तर्हि समयः समाप्तः. अधुना कस्यापि प्रश्नः अस्ति वा? महोदय, एकः सन्देहः अस्ति. शतासि लुलुटोः इति अनेन लकारद्वयम् इति वदति, परन्तु षट् लकारः सन्ति किल आर्धधातुकलकाराः. त्रयलकारः अन्यत्रयलकारेषु तेषां सूत्रं सति वा? अद्यापि अस्माभिः दृष्टं खलु, शतासि लृ लुटोः इति लुट् लृङ् लुट् तस्य कृते त्यतास् भवति. तदनन्तरं चिलि लुङ्गि इति सूत्रस्य प्रभावेण लुङ् अस्ति चेत् चिलिङ्ग्. तर्हि आर्धातुकविकरणप्रत्ययाः त्रयः सन्ति, स्य, तास्, चिलि. परन्तु लिट् लिट् लकारे आशीर्लिङ्ग् लकारे तु विकरणप्रत्ययः न आगच्छति मध्ये, परन्तु पाणिनिना साक्षात् उक्तं यत् एते तु आर्धातुकः एव सन्ति. तर्हि यदि धातु प्लस् लिट् अस्ति तर्हि मध्ये कोऽपि विकरणप्रत्ययः न आगच्छति, साक्षात् तदनन्तरं धातु योगः तिप् आगच्छति. परन्तु अत्र यत् तिप् अस्ति तत् सामान्यरीत्या यत् तिप् सार्वधातुकम् अस्ति, अत्र यत् तिप् अस्ति तत् विशेषरीत्या आर्धातुकं भवति. किमर्थं? यतोहि पाणिनिना साक्षात् उक्तं लिङ्गाशीषि च लिट् च इति. अतः सर्वत्र तिप् यत् अस्ति तत् सार्वधातुकम् अस्ति, परन्तु केवलं लिट् लकारे अथवा आशीर्लिङ्गलकारे यत् तिप् प्रत्ययः आगच्छति तत् आर्धातुकं भवति. तत्र विकरणप्रत्ययः न आगच्छति मध्ये, परन्तु साक्षात् पाणिनिना उक्तमस्ति अतः तत् आर्धातुकं भवति, आर्धधातुकप्रत्यये आगच्छति, प्रत्ययः भवति. तत्र तिप् अस्ति तत् तिप् सार्वधातुकं न भूत्वा आर्धातुकं भवति, आर्धधातुकं भवति. प्रत्यय मध्ये आगच्छति इति कारणेन न, तत्र मध्ये कोऽपि प्रत्ययः न आगच्छति, मध्ये न, साक्षात् न पश्यति इति कारणेन. साक्षात् ति प्रत्ययः यद् धातुः पश्यति तत् साक्षात् एव महोदयेन उक्तं यत् अयं ति प्रत्ययः आर्धातुकं भवेत् इति उक्तम्. अतः सार्वधातुकप्रत्ययः साक्षात् न दृश्यते पश्यति, अतः कर्तृशब् सूत्रस्य प्रसक्तिः न भवति इति वार्ता. अस्तु, अन्य कस्यापि प्रश्नः अस्ति वा? अन्यस्य इदं मम प्रश्नद्वयम् अस्ति. अस्तु, अत्र तु तनादिगणे उप्रत्ययः अस्ति खलु, तत्र कर्तरी षट् सूत्रेण लट् लकारे नो चेत् लोट् लकारे लङ् लकारे विधि लिङ्लकारे तिप् प्रत्यये स्थाने प्रथमं शप् कर्तरि शप् सूत्रेण शप् आगमिष्य आगच्छति अस्तु तत्पूर्वं शप् प्रत्यय आगच्छति शप् प्रभाद्य श्नु वा श्यन् वा किमपि आगच्छति तनादिगणे उ आगच्छति तत् आर्धधातुकप्रत्यय अस्ति किन्तु तस्य तदपि आगन्तुं शक्नोति खलु तस्य किमपि बाधः नास्ति बाधा नास्ति परन्तु भिन्ना अस्ति खलु अन्यत्र विकरणप्रत्ययः तु सार्वधातुकः सन्ति षित् सन्ति परन्तु अत्र षित् नास्ति अतः भेदः भवितुं शक्नोति कुत्र कुत्रापि इति तत्र अग्रिमवर्गे अधिकरूपेण वयं द्रक्ष्यामः यद् भेदः कथं भवति अस्तु द्वितीयप्रश्नः अस्ति कक्षात् प्रथमं भवान् उक्तवान् लृट् लकारे स्य आगच्छति तत्र तु गणभेदः न भविष्यति किन्तु इडागमस्य प्रसक्तिः अस्ति इति किन्तु पास्यति दास्यति तत्र तु इडागमः नास्ति खलु प्रश्नः उत्तमम् अस्ति परन्तु गमिष्यति करिष्यति तत्र अस्ति खलु तर्हि केचन धातवः सन्ति ये अस्माभिः प्रायः पूर्वं दृष्टं यत् केचन धातवः सन्ति ये स्पेटः सन्ति नाम तत्र इडागमः भवति केचन धातवः सन्ति यत् तत्र ये अनिटः सन्ति तत्र इडागमः न भवति तर्हि प्रसक्तिः सर्वदा अस्ति परन्तु धातुम् अनुसृत्य कुत्र कुत्र इडागमः भवति कुत्र कुत्र न भवति तस्य प्रत्ययः सेट् अस्ति किन्तु धातु अपि सेट् भवति धातु अपि सेट् भवेत् भवति चेत् इडागमः भवति यथा गमिष्यति करिष्यति अत्र अतः किमपि अस्ति अत्र इकारः अस्ति नास्ति चेत् इडागमः न भवति भविष्यति चेत् अस्य भवति अस्तु धन्यवादः अस्तु अन्यप्रश्नः अस्ति वा नास्ति चेत् विरमामः अग्रिमे सप्ताहद्वयम् अग्रिमं सप्ताहद्वयं सप्ताहान्तद्वयं भारत महाभारतमार्गे वा भारते वा स्थास्यामि अस्तु तस्मात् परं आगत्य योजयामि अस्तु धन्यवादः महोदय धन्यवादः नमस्कारः शुभरात्रिः धन्यवादः महोदय शुभरात्रिः